अस्तु, इदानीम् अस्माकं नूतनविषयः आरप्स्यते, धातुपाठे हल्सन्धिः चतुर्थकरपत्रं। तर्हि तत्र अस्माभिः एतावत्पर्यन्तम् अस्माभिः किं पठितं? तत्र पदान्ते हल् वर्णः अस्ति चेत् सन्धिकार्यं कथं भवति इति अस्माभिः पठितं। तदनन्तरं किम् अस्माभिः पठितं? हल् वर्णः अस्ति, तदनन्तरं सकारः अस्ति चेत् कथं भवति, सकारादिप्रत्ययः। तदनन्तरं तकारादि थकारादिप्रत्ययः अस्ति चेत् कार्यं कथं भवति इति अपि अस्माभिः पठितम्। इदानीम् अन्तिम अस्ति, धकारादिवर्णः अस्ति चेत् कार्यं कथं भवति, नाम हल् वर्णः अस्ति, तदनन्तरं धकार इति अस्ति चेत् कार्यं कथं भवति। तर्हि इति अस्ति चतुर्थकरपत्रस्य विषयः, ये आरभामहे इदानीम्। अस्तु, मीना महोदय पठतु। धातुपाठे हल् सन्धिः, श्रूयते वा महोदय? धातुपाठे हल् सन्धिः, एतावता अस्माभिर्दृष्टं यत् धातुपाठे हलन्तधातुभ्यः सादिः, तादिः, खादिः, धादिः च प्रत्ययः विहितः चेत् हल्सन्धिर्भवति। प्रत्ययः वाति माति ना वातिः मादिः वादिः मादिः नादिः चेदपि कुत्रचित् भवति। प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्लकारस्य इत्प्रत्ययः इस् प्रत्ययश्च अनयोः योजनविधिः अवलोकितः। द्वितीयपाठे हलन्तेभ्यो धातुभ्यः हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः। प्रथमपाठे इत्प्रत्ययः इस् प्रत्ययोः अनयोः तकारादि सकारादि अनयोः अवलोकितः। द्वितीयपाठे हलन्तेर्धातुभ्यः सकारादिप्रत्ययानां योजनविधिः लङ्लकारस्य सकार इस् प्रत्ययस्य अतिरिच्य अवलोकितः। तृतीयपाठे हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः लङ् प्रत्ययस्य इत् प्रत्ययस्य अतिरिच्य इति अस्माभिर् वीक्षितम्। अधुना धातुपाठे हल् सन्धेः चतुर्थो भागः, हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः। अयं च धातुपाठे हल् सन्धेः अन्तिमभागः। इदानीं प्रथमपाठे अस्माभिः पदा धातुपाठे तत्र धातुभ्यः लङ्लकारस्य तप्रत्ययः सप्रत्ययः अस्ति चेत् कार्यं कथं भवति, तत्र हल् वर्णः पदान्ते आगच्छति। द्वितीयपाठे सकारादिप्रत्ययः परे अस्ति चेत् कार्यं कथं भवति। तृतीयपाठे तकारादि थकारादिप्रत्ययः अस्ति चेत् कार्यं कथं भवति। चतुर्थपाठे इदानीम् अस्माभिः किं द्रक्ष्यते, थकारादिप्रत्ययः अस्ति चेत् कार्यं कथं भवति इति। अस्तु, अग्रे पठतु। धकारादिप्रत्ययाः द्वाभ्यां मार्गाभ्यां सृष्टाः, कुजल्भ्यो हेर्दिः धकारादिप्रत्ययः धातुभ्यां मार्गाभ्यां दृष्टः। हुजल्भ्यो हेर्दिः हु धातुतः हलन्तेभ्यः धातुभ्यः जलन्तेभ्यः धातुभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने धि आदेशो भवति। येन विधिस्तदन्तस्य इत्यनेन जलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते जल्, हुश्च जल् जलश्च तेषाम् इतर द्वन्द्वो हुजलः, तेभ्यो हुजलभ्यः हुजल्भ्यः पञ्चम्यन्तं हेः षष्ट्यन्तं दीः प्रथमान्तं त्रिपदमिदं सूत्रम् अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रं हुजल्भ्यो अङ्गेभ्यः हेः दिः किं लिखितम् अत्र हका अत्र धातुतः ज्वलन्ते हु जल्भ्यः धातुतः जल् अस्ति चेत् धातोः अन्ते किल जल् अस्ति चेत् ततः परं हि हि प्रत्ययः भवति चेत् हेः हकारस्य धकारः भवति हकारस्य धकार इति न हि स्थाने धि हि स्थाने धि हि स्थाने इति लोट्लकारे मध्यमपुरुषे एकवचनं सम्यक् तर्हि हू धातुः अस्ति अथवा झलन्त अङ्गमस्ति तदनन्तरं हि प्रत्ययः अस्ति चेत् हि स्थाने धि भवति अस्तु उदाहरणं पठतु उदाहरणं वच् योगः हि हुजल्भ्यो हेर्भिः इत्यनेन हि स्थाने धि आदेशः वच् योगः धि दुः योगः हि हुजल्भ्यो हेर्भिः इत्यनेन हि स्थाने धि आदेशः दुः योगः धि लिह् योगः हि हुजल्भ्यो इत्यनेन हि स्थाने धि आदेशः लिह् योगः धि अस्तु धन्यवादः महोदय तर्हि यद्यपि वस्तुतः मूलतः प्रत्ययः हि अस्ति परन्तु धि इति यदा भवति तदा धकारादिप्रत्ययः भवति अतः अस्मिन् पाठे एव तस्य चर्चा भविष्यति तर्हि सामान्यतया मूलतः धकारादिप्रत्ययाः अपि सन्ति यथा ध्वम् अस्ति ध्वे अस्ति आत्मनेपदे अस्ति खलु तर्हि तत्तु सः प्रत्ययः तु मूलौ एव धकारादि अस्ति परन्तु कूझल्भ्यो हेर्धि इति सूत्रेण हकारादि यः हि प्रत्ययः अस्ति सः अपि धि इति धकारादि भवति तर्हि एकः मार्गः अस्ति मूलतः यः धकारादिप्रत्ययः अस्ति द्वितीयः मार्गः अस्ति हुजल्भ्यो हेर्भिः इति सूत्रेण हि प्रत्ययः धि भवति तृतीयमार्गः द्वितीयमार्गः इदानीम् अग्रे अस्ति मदर् महोदय पठतु हा महोदय जस ततोः ततो दो दः जस् उत्तरस्य तकार तकारयोः स्थाने दकारादेशो भवति दा दातुं वर्जयित्वा तस्य तस्य तौ इतरेतरद्वन्द्वः तयोः ततोः तकारोत्तर अकारः उच्चारणार्थम् अस्ति अग्रे द इत्यस्य तकार तकोरोत्तर अकारः अपि तथा न द अदा न तत्पुरुषः तस्मात् अधः शः पश्चिमी पञ्चम्यन्तं ततोः षष्ट्यन्तं दः प्रथमान्तम् अधः पञ्चम्यन्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं जषः ततोः दः अधः अस्माभिः अस्माकं परिचितं सूत्रं किं सूत्रं किं वदति जश्वर्णः उत्तरस्य यदि प्रत्यय तकार तकारः अस्ति चेत् तकारस्थाने तकार आदेशः भवति धातु दा दातुं वर्जयित्वा तर्हि झषन्त अङ्गमस्ति झषन्त झषन्त इति अस्ति झष् इत्युक्ते किम् चतुर्थसदस्यः अस्ति तदनन्तरं तकारः अथवा तकारः अस्ति चेत् तकारः तकारस्य स्थाने धकारः भवति तर्हि यद्यपि प्रत्ययः तकारादि तकारादि भवति परन्तु इदानीं धकारादि भूत्वा अस्मिन्नेव पाठे तस्य चर्चा भवति जषस्ततोर्दोः दो दः इत्यनेन जष जषन्तधातुतः तकारस्थाने दकारादेशः भवति दो योगः दि. अत्र गकारः जश्वर्णः अस्ति, तदनन्तरं तकारः अस्ति, अतः जशस् ततोर् दो दः इति सूत्रेण तकारस्थाने दकार आगच्छति. दुग् योगः तः जशस् ततोः दो दः इत्यनेन जशन्तदात्तः तकारस्थाने दकारादेशः दुग् योगः दः भवति. अस्तु, प्रश्नः अस्ति वा? न महोदय. इदानीं पर्यन्तं सर्वे अवगच्छन्ति खलु? आं महोदय. अस्तु, पठति वा इदानीम् अग्रे? हा, पठतु तृतीयबिन्दु. मध्यमपुरुष बहुवचनस्य आत्मनेपदे लटि द्वे लोटि लङि च द्वं भवति. यथा यदा दकारादिप्रत्ययः सञ्जातः तदा हलन्तधातुभ्य दकारादिप्रत्ययानां योजनविधिः अधो यथा लिखितः तथा कुर्वन्तु. आत्मनेपदे लट्लकारे द्वे अस्ति, लोट् लङ् द्वम् अस्ति, मध्यमपुरुष बहुवचने अस्ति, तत् कथं भवति इति इदानीम् उक्तम्. तर्हि यथा मया उक्तं, त्रयः मार्गाः सन्ति धकारादिप्रत्ययस्य निर्माणार्थं. प्रथमः तु यत्र प्रत्ययः मूलतः एव धकारादि, यथा द्वे द्वम्. द्वितीय हूजल्भ्यो हेति इति सूत्रेण हि प्रत्यय धि भवति. तृतीय षष्ठोर्धोदः इति सूत्रेण तकारादि थकारादि प्रत्यय अपि झष् वर्णान्तरं धकारादि भवति. इदानीं थकारादि अस्ति चेत् कार्यं कथं भवति अग्रे पश्यामः. अस्तु, धन्यवादः महोदय. अग्रे धन्यवादः. अद्य केवल जनद्वयमेव अस्ति वा? मदर् महोदय, मीना महोदय, अन्ये? विजया भगिनी आसीत् अत्र, गच्छति वा? ओ, किमर्थम् एतादृशम्? विजया भगिनी आसीत् इदानीं, पुनः आगमिष्यति इति आशे. चाट् मध्ये एव लिखितवती, न जानामि प्रायः डिस्कनेक्ट् भवति वा. चाट् मध्ये किमपि न लिखितवती खलु? अत्र अस्ति चाट् मध्ये, क्षम्यतां, नाट् फौण्ड् वेल्. अस्तु, तर्हि पुनः भवती एव पठतु मीना महोदय. तृतीयबिन्दु वा? हलन्तधातुभ्यः धादिप्रत्ययः चेत् पञ्चसम्भावनाः. अत्र अस्माकं प्रमुखसिद्धान्तः जस्तुं किमर्थं? प्रत्ययस्य आदौ यः धकारः अस्ति सः जशि अस्ति किल. वर्गस्य चतुर्थयोः अन्यतमो वर्णो अस्ति. यत्र प्रत्ययस्य आदौ सकारः तकारः चकारः च आसीत् तत्र प्रत्ययस्य आदिमवर्णः करि आसीत् इति कारणतः करि चेत् अनेन सर्वत्र चर्तुं भवति स्म. परञ्च अधुना खर् न अपि तु जस् परे अस्ति, अतः जस्तुं भवति. नाम वर्गस्य तृतीयसदस्य आदेशः सूत्रम् इदं जलां जस् जसि. जलां जस् जसि तु अस्माभिः अस्माकं परिचितं सूत्रं कि केवलम् अनुवृत्ति प्रथमवाक्यम् अपि च अनुवृत्तिसहितसूत्रं पठतु. जलांस्थाने जश जशादेशो भवति जशि परे. जलां जस् जशि जशि परे जलाम् इत्युक्ते जला जलामिति जबगडदश जबगडदश जल इत्युक्ते किं जल इत्युक्ते चतुर्थवर्गः तृतीयवर्गः द्वितीयवर्गः प्रथम पञ्चमे सदस्य मीना महोदय भवती वदतु झल् इत्युक्ते किं झल् इत्युक्ते झबगडद झबगडद कपचरत चरतौ कपै सशस हल् सर्वत्र पञ्चम वर्गः अतिरिच्य पञ्चमसदस्य अपि च अपि च यवरल यवरल इति विहाय विहाय विहाय सर्वे वर्गीय सर्वे व्यञ्जनानि नाम स्पर्शव्यञ्जनः अपि च ऊष्म पञ्चमवर्णं विहाय. तर्हि झल् स्थाने किं भवति जश् भवति जश् भवति जश् इत्युक्ते किं तृतीय सदः तृतीय तृतीय तृतीयस्य सदस्य वर्णः कदा भवति झष् वर्णः परे अस्ति चेत् झष् इत्युक्ते किं चतुर्थ अपि च तृतीय उत्तमं. तर्हि झल् वर्णान्तरं यदि वर्गीय तृतीयचतुर्थवर्ण अस्ति चेत् झल् वर्णस्य स्थाने तृतीयवर्णः भवति. अस्तु तर्हि एतत्तु अस्माकं बहु परिचितं सूत्रमस्ति. इदानीम् अग्रे गच्छामः. पठतु अग्रे. धात्वन्ते वर्गस्य धात्वन्ते वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णः येषु अन्यतमश्चेत् द्वितीयः नास्ति तृतीयः नास्ति चतुर्थः नास्ति प्रथमपि नास्ति प्रथमद्वितीयः तृतीयः चतुर्थः च वर्णः येषु अन्यतमश्चेत् धात्वन्ते जस्त्वं जलां जस्जसि ख ख घ घ घ भवति तत्र अत्र धात्वन्ते धात्वन्ते वर्गस्य वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णः येषु अन्यतमश्चेत् दट् मीन्स् पञ्चमवर्ग वा पञ्चमसदः विहाय पञ्चमविहाय खलु पञ्चमविहाय अन्यतमश्चेत् इत्युक्ते एषु अन्यतम न प्रथमतृतीयः तृतीयः चतुर्थः वर्णः अन्यतमः इत्युक्ते वन् आफ् दीस् अन्यतमः इत्युक्ते बहुषु एकम् अन्यतमः वन् आफ् दीस् अस्ति खलु आङ्ग्लभाषायां अन्यतम मीन्स् बहुषु एकं दात्वन्ते अन्यतम मीन्स् प्रथम वा द्वितीय वा तृतीय वा चतुर्थः वा येषु वर्णः कोऽपि वर्णः अस्ति चेत् जस्त्वं जलां जस् जसि इति सूत्रं प्रसक्तिः अस्ति. ख ख घ घ इति घ जलां जस् जसि इति सूत्रे घकारः भवति. शासक योगः हि शासक यशासक योगः धि केन सूत्रेण धि भवति केन शुक्रेण हूजल्भ्योहेर्दिः शासक योगः धि शासग्योगहति तत्र जलां जषि वा शासव्योगति जलां जषि झ गकार भवति चोक्कुः जलां जषि जाज योगः हि जार्जर्ज योगः धि हूजर्भ्योहेर्धिः जाजर्घ् योगः धि जलां जस् न जाजर्घ् योगः धि जाजर्घ् योगः धि न पश्यतु किं भवति कवर्गीयवर्णस्य स्थाने चवर्गीयवर्ण ऐ मीन् चवर्गीयवर्णस्य स्थाने कवर्गीयवर्णः भवति केन सूत्रेण कवर्गस्य जाजर्ज योगः दि जाजर्ग इस् चोकुः किन्तु व्रश्च ब्रश्च सृज मृज यज राज ब्राज षकारः डकारः भवति व्रश्च ब्रश्च सृज मृज यज राज च शाब्षः स्टुनाष्टुः जलां जषि जलां जषि यायज् योगः हि यायज् योगः धि अत्र धि भवति सूत्रमपि वदतु हकारः दकारः भवति जषस् हुः जल्भ्योहेधिः हूजल्भ्योहेधिः यायजोगः धि तदनन्तरं यायश् योगः धि षकारं भवति यायज् योगहति यायश् जकारः षकारः भवति किमर्थं केन सूत्रेण षकारः भवति ओ दश ओके शः किमास्तुः शः जकारस्य स्थाने षकारः केन सूत्रेण भवति प्रज सृज मृज यज राज ब्राजश्चशांशः अत्र यज् धातुः अस्ति खलु व्रश्च भ्रश्च सृज यज् मृच यज् तः यज् यज् अस्ति तदनन्तरं किं झल् परे जकारस्य स्थाने षकारः भवति खलु व्रश्च भ्रश्च सूत्रेण विस्मृति वा सूत्रमस्ति परन्तु भ्रष्ट अस्माभिः अत्र अस्ति अग्रे अस्ति सूत्रम् इदानीमेव पठितवती सूत्रं जानाति खलु परिचितं सूत्रमस्ति बहुवारं पठितम् अस्माभिः दश यज यज अस्ति तत्र या यज् भवति तस्मात् पृष्ठभ्रजति सूत्रेण या यज् या यश शः भवति या यश् भवति ओके या यश् योगः धि बिकम्स् धि ष्टुनाष्टुः यश्योगः धि बिकम्स् धि केन सूत्रेण स्तुनाष्टुः या यड् योगः धि शकार तत्रापि स्तुनाष्टुः वा न या यड् योग शकारः डकार तत्तु सुनाष्टुः अस्ति खलु कारस्य स्पर्शेण धकारः भवति सुनाष्टुः किमस्तु अगेन् द्विवारं भवति सुनाष्टुः न न न न एकवारम् इदानीं शकारः ढकारः अस्ति चेत् किं भवति शकारः डकारः अस्ति जलां जषि वा न न शकारः डकारः जलां जषि खलु शकारः झल् वर्णः अस्ति ढकारः झष् वर्णः अस्ति अतः शकारस्य स्थाने अन्तर्तमः झष् वर्णः भवति शकारस्य अन्तर्तमः तृतीयवर्णः कः डकारः वा डकारः तृतीयवर्णः या यद् योगः धि या यद्धि अवगच्छन्ति खलु किमपि नास्ति अत्र सर् अस्माभिः एकम् अत्र एकमपि नूतनसूत्रं नास्ति यायजोगः हि कुजल्भ्यो हेर्दि इत्यनेन यायजोगधि इदानीं जकारः धकारः तत्र यज् इति व्रश्चभ्रश्च इति सूत्रे पठित धातुषु अस्ति यज् धातु अतः यायज् मध्ये जकारस्य स्थाने षत्वं भवति यायश् योगः धि तदनन्तरं शकारस्य स्पर्शात् धकारस्य स्थाने ढकारः भवति सुनाष्टुः तवर्गीयवर्णस्थाने तवर्गीयवर्णः भवति खलु अतः यायश् योगः ढि इदानीं झलां झषि भवति यायड् धि अवगच्छन्ति वा बहूनि सूत्राणि अस्ति तत्र अत्र वा अवसाने न आगच्छति वा अवसाने न अत्र अवसानं कुत्र अस्ति आमामां मरिन् न्यायड्डि एव अन्तिमरूपे विजयमहोदय भवती पठति वा भवती भवत्याः स्वास्थ्यं समीचीनं नास्ति खलु कुत्र स्मः पठति वा शृणोति वा केवलं न पठामि पठामि वा अस्तु अस्तु तर्हि विजयमहोदय अग्रे पठतु तुक् सहित चकार कुत्र स्मः तुक् सहित चकारः कुत्र अस्ति कोऽपि पठतु जि अहम् अग्रे योजना करोमि अस्तु अस्तु शृणोतु शृणोतु आं महोदय तुक् सहित चकारान्तधातुः इति चेत् चोः शूर् अनुनासिके च इत्यनेन सत्वं प्रापञ्च योगः हि प्रापञ्च योगः धि प्राप्रश् योगः धि अत्र प्राप्रञ्च योगः धि हूजल्भ्यो हे धिः इति सूत्रेण हकारस्य स्थाने दकारः आगच्छति तदनन्तरं पाप्रच् योगः धि चोः शूड् अनुनासिके च इति सूत्रेण इच्छ इति स्थाने सकारः आगच्छति पाप्रच् योगः धि तदनन्तरं प्राप्रच् योगः धि ब्रश ब्रश सृज मृज यज राज ब्राजश्चषां शः इति सूत्रेण शकारस्थाने मूलने शकारः आगच्छति पाप्रश् योगः डि प्राप्रश् योगः डि डि सुनाशुः इति सूत्रेण भवति महोदय दकारस्थाने डकारः आगच्छति प्रथमं श्वशुः कार्यं करोति वा प्रापञ्च योः डि तदनन्तरं ब्रश्च ब्रश्च इति सूत्रं कार्यं करोति महोदय चकारस्य स्थाने प्रथमं ब्रश्च ब्रश्च सूत्रसङ्ख्यां पश्यतु खलु प्रथमं ब्रश्च ब्रश्च इत्यनेन शकारस्य स्थाने मूर्धन्य शकारः आगच्छति तदनन्तरं तदनन्तरं श्रुणष्टुः श्रुणष्टुः इति सूत्रेण श्रुणष्टुः इत्यनेन ढकारस्य ढकारः तदनन्तरं जलां जश् रशि इति सूत्रेण पाप्रड् योगः डि पाप्रड्डि इति भवति अन्तिमरूपं सत्यं तर्हि तुक् सहितचकारः अस्ति तर्हि वयं जानीमः तुक् सहितचकारः अस्ति चेत् छोः षूडनासिके च इति सूत्रं कार्यं करोति छोः षूडनासिके च नाम जलादिप्रत्ययः परे अस्ति चेत् तुक् सहितचकारस्य स्थाने षत्वं भवति तर्हि पाप्रच्छयोगः हि मध्ये प्रथमं तु पाप्रच्छयोगः धी भवति इदानीं धी जलादिप्रत्ययः अस्ति जलवर्णः अस्ति खलु जलादिप्रत्ययः अस्ति अतः जलादिप्रत्ययः अस्ति एकनिमिष क्षम्यतां जलादिप्रत्ययः अस्ति अतः किं कार्यं भवति तुक्सैकशकारस्य स्थाने शूट् शकारः भवति तालव्यशकारः तर्हि पाप्रच्छयोगः धी भवति पाप्रच्छयोगः धी इदानीं शकारातः अस्ति अतः व्रश्च व्रश्च इति सूत्रेण शकारस्य स्थाने किं भवति मूर्धन्यशकारः तर्हि पाप्रश्योगः धी इदानीं शकारस्य स्पर्शेण धकारस्य स्थाने ढकारः भवति शुनाष्टुः पाप्रश्योगः ढी तदनन्तरं जष्टं भवति जलां जजसि पाप्रढि अवगच्छन्ति वा आं महोदय प्रश्नः अस्ति वा कस्यापि एतत् सर्वम् अत्र सम्यक्तया उक्तमेव अस्ति एतत् सर्वं तत्र सम्यक्तया उक्तमेव सत्यम् अग्रे वा व्रच् खलु जि वा व्रच् एतदेव पठनीयं खलु मलर् महोदय शुनाशुः जलां जश्चि पापट् योगः दि अत्र शुनाशुः इति सूत्रेण दकारः डकारः भवति पापट् योगः दि तदनन्तरं जलां जश्चि इति सूत्रेण पापड् योगः दि पापड्डि इति भवति तत् तदेव पापट् योगः धि इदानीं टवर्गीयवर्णस्य स्पर्शात् धवर्गीय टवर्गीयवर्णस्थाने टवर्गीयवर्णः भवति पापट् योगः धि तदनन्तरं पुनः जलां जजसि पापड्डि अस्तु तद जलां जश् जशि अद् योगः हि हू जल्भ्यो एहे दिहि इति सूत्रेण हि स्थाने दकारः आगच्छति धि अद् योगः धि अद्धि अत्र किमपि नास्ति महोदय हू जल्भ्यो एहे दिहि इति सूत्रमेव कार्यं करोति अस्तु जरो जरि सवर्णे इत्यनेन हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णजरि परे रुन्द् योगः हि रुन्द् योगः दि रुद् योगः दि रुन्दि रुन्दि एकं रूपम् अन्यत् रूपं रुन्दि प्रथमं रुन्द् योगः हि हू जल्भ्यो हे दिः इति सूत्रेण दि भवति रुन्द् योगः दि दकारः तदनन्तरं वर्णमेलनं रुन्दि इति भवति जरो जरि सवर्णे इति सूत्रेण दकारः लोपो भवति सूत्रं किं वदति? जर अन्तिमवर्णे अस्ति, परे जरीवर्णः जर्वर्णः अस्ति चेत् प्रथमजर्वर्णः लोपो भवति. जर्वर्णः इत्युक्ते वर्गीयवर्णः अनुनासिकं रचयित्वा हयवरट् हयव हयवर न झर् इत्युक्ते वर्गीयव्यञ्जनानि पञ्चमव्यञ्जनं विहाय अपि च शोष नाम सर्वे सर्वाणि व्यञ्जनानि परन्तु पञ्चमव्यञ्जनं यवर ल ख विहाय किं वदति? अत्र अपि दकारः अस्ति, दकारः चतुर्थसदस्य, अतः जर् परे जर् अस्ति, अतः प्रथमदकारः लोपो भवति रुद्धि इति विकल्पेन. आम् विकल्पेन रूपं रुद्धि अत्र रुन्ध्योगः धि भवति कुजल्भ्यो हेद्धि, तदनन्तरं झलां झसि इत्यनेन रुन्ध्योगः धि भवति. इदानीं पश्यतु नकारः इति हल्वर्णः अस्ति, तत्पश्चात् दकारः झर्वर्णः अस्ति, तत्पश्चात् धकारः इति अपि सवर्णझर्वर्णः अस्ति. सवर्ण इत्युक्ते किमर्थं धकारसवर्ण अस्ति खलु, सवर्गीय एव अस्ति. अतः एतादृश स्थितिः अस्ति चेत् प्रथमझर्वर्णस्य विकल्पेन लोपः भवति. तर्हि एकरूपमस्ति रुन्धि, यत्र दकारधकारः भवतः. अन्यरूपमस्ति रुन्धि, यत्र दकारस्य लोपः. अस्तु, अग्रे मीना महोदय पठतु. पफ भव अहं पठामि जि. पठति वा विजय महोदय? पठतु पठतु. तत्र प एतत् वर्णस्य स्थाने तृतीयवर्णः परिवर्तनम् अभवत् जलां झषि इति सूत्रेण. तेप् योगः हि, तेप् योगः दि, हि स्थाने दि आगच्छति हु जल्भ्यो एर्दि इति सूत्रेण. अनन्तरं तेप् प्रथमतकारस्य स्थाने तृतीयदकारः आगच्छति जलां झषि इति सूत्रेण. अतः तत्र ते योगः दि अन्तिमरूपं ते बि इति निष्पन्नम् अत्र. अग्रे पठामि वा? द्वितीयबिन्दुः भवत्याः ध्वनिः किञ्चित् अहम् उच्चैः वदामि. दात्वा दात्वन्ते शकारः चेत् श मूर्धन्य शकारः आगच्छति, अनन्तरं डकारः आगच्छति. व्रच्छ व्रज सृज मृज यज राज भ्राक्षशां शः, अनन्तरं शृणाष्टुः जलां झषि. एतत् सूत्राणि कार्यं करोति अत्र. ईश् योगः द्वे, तत्र तालव्यशकारस्य स्थाने मूर्धन्यशकारः आगच्छति ईश् इति. ईश् योगः द्वे, इदानीम् ईश् योगः द्वे इति भवति स्टुगु इति सूत्रेण. अनन्तरं जलां झषि इति सूत्रेण ई द्वे इति भवति अन्तिमरूपम्. तर्हि ईश् योगः द्वे, व्रश्च व्रश्च इति सूत्रेण शकारस्य स्थाने मूर्धनशकारः, ईश् योगः द्वे, स्थुनाष्टुः इत्यनेन शकारस्य स्पर्शेण धकारस्य ढकारः, ईश् योगः द्वे, तदनन्तरं ई द्वे जलां झषि. अस्तु, अवगच्छन्ति वा सर्वे? आम् आम् जि. अस्तु, अग्रे अग्रे अत्र तृतीयबिन्दुः, धात्वन्ते शकारः चेत् शः स्थाने डकारः शृणास्तुः, अनन्तरं जलां जश् जशि इति सूत्रं कार्यं करोति. चक्ष् योगः द्वे तत्र चक्ष् इक्ष् स्थाने शकारः आगच्छति. चष् योगः द्वे, चष् योगः द्वे स्तुनास्तुः इति सूत्रेण कार्यं करोति तत्र. अतः चष् योगः द्वे भवति. इदानीं जलाञ्जष् जषि सूत्रं कार्यं करोति तत्र. शकारस्य मूर्धने शकारस्य स्थाने तृतीयवर्णः डकारः आगच्छति. षड् योगः द्वे, अन्तिमरूपं षड्द्वे इति भवति. अनन्तरं धात्वन्ते सकारस्य सकारः चेत् सकारस्य लोपः भूत्वा लोपः भवति दीच इति सूत्रेण. सकारस्य लोपः एकनिमिषं प्रश्नः अस्ति मम. चक्ष् किमर्थं महोदय चक्षुयोगः द्वे किमर्थं चष् भवति? तदेव अहं चिन्तयामि. तत्र चक्ष् मध्ये ककारः शकारः अस्ति खलु? शकारः अस्ति, न न शकारस्य स्थाने शकारः एव अस्ति. चक्ष् द्वे किमस्ति तत्र? चक्ष् अस्ति खलु, चक्ष् मध्ये ककारः शकारः अस्ति खलु. धात्वन् वश्च ब्रश्च इति सूत्रेण शकारान्त अस्ति चेत् शकारः एव न, अत्र शकारः एव तिष्ठति. तर्हि चक्षयोगः द्वे, अनन्तरं ध इति अस्ति अतः द्वे भवति शुनाष्टुः. तर्हि चक्षुयोगः द्वे, तदनन्तरं टा अस्तु, भव चिन्तयतु, समीचीनमस्ति. करीच इति नास्ति अत्र प्रश्नः अस्ति. चक्ष् मध्ये ककारः शकारः अस्ति खलु? इत्युक्ते किं ककारः शकारः खलु? अग्रे गत्वा ककारः तु न दृश्यते खलु? किमर्थम् एव मम प्रश्नः, किमर्थं चिन्तयतु. एव अस्ति तत्र, चष् एव अस्ति, ककारः न दृश्यते अत्र. न दृश्यते, किमर्थं न दृश्यते? ककारस्य लोपः भवति वा? भवति चेत् किमर्थं भवति चिन्तयतु? जानामि, अस्माकं परिचितं सूत्रमस्ति, चिन्तयतु. अत्र अवसानमेव नास्ति खलु, अत्र पदान्ते नास्ति खलु. परन्तु वयं सर्वे अत्र करिच चर्त्वं भूत्वा न चर्त्वमपि त्यजतु. प्रथम एव स्तरे चक्षयोगः द्वे, तत्र अग्रे लिखितमस्ति चष् योगः द्वे, तत्र ककारस्य लोपः भवति खलु. ककारः कुत्र गच्छति? कोः संयोगन्त उत्तमं, क्ष इति संयोगः अस्ति, तस्य प्रथमसदस्य अस्ति कवर्गीयवर्णः क, तस्मात् अनन्तरं झल् वर्णः अस्ति. एतादृशी स्थितिः अस्ति चेत् कोः संयोगाद्योरन्ते च इति सूत्रेण ककारस्य लोपः भवति खलु. तर्हि कोः संयोगाद्योरन्ते च इति प्रथमं कार्यं करोति. चष् योगः द्वे, इदानीं सुनाष्टु वैक्यते बदले चष् योगः द्वे तदनन्तरं நீங்க குழந்தை என்னத்துக்கிட்டு குழந்தைய வைப்பா अवगच्छति वा पुनश्च षष् योगः दे चष् योगः दे संयोगान्तस्य लेप चष् भवति तदनन्तरं चष् योगः द्वे चष् योगः द्वे द्वे भवति शृणाष्टुः तदनन्तरं जलां जस्यसि षकारः डकारः भवति अनन्तरं जलां जस्यसि वा षकारस्य स्थाने तृतीय डकारः केन सूत्रेण जलां जस्यसि खलु जलां जस्यसि षड् द्वे षड् द्वे आगच्छन्ति खलु सर्वे अवगच्छामि इदानीम् अवगच्छामि अस्तु अग्रे विजय महोदय अग्रे पठतु म्यूट् म्यूट् मध्ये भवति विजयमहोदय अस्ति वा नास्ति वा अस्मि जि पठतु अत्र अत्र चतुर्थबिन्दुः खलु जि दात्पन्ते सकारः चेत् सकारस्य लोपः भवति दी च इति सूत्रेण सकारस्य लोपः भवति दकारादि तृतीये परे नूतनसूत्रं बाबा महोदय दी च नूतनम् परिचयसूत्रमेव पूर्वमेव वयं दृष्टवन्तः पूर्वं न पठितं पूर्वं कुत्र पठितं वस् योगः द्वे दी च इति सूत्रेण सकारस्य लोपः भूत्वा वा एव तिष्ठति वा योगः द्वे वद्वे इति भवति अनन्तरं पञ्चमबिन्दुः दात्वन्ते हा स्थाने दकारः आगच्छति अनन्तरं लोपः भवति दकारस्य दकारः भवति होड इति सूत्रेण अनन्तरं सुनाष्टुः डो डे लोपः ड्रो लोपेः पूर्वस्य दीर्घान् इत्यनेन ड्रलोपो निमित्तस्य पूर्वस्य अन् दीर्घः भवति इदानीम् उदाहरणं दृष्टवन् पश्यामः चेत् लिह् योगः दि भवति तत्र होडः इति सूत्रेण हकारस्य स्थाने डः ड भवति लिड् योगः दि भवति इदानीं लिड् योगः डि भवति स्तुनास्तुः इति सूत्रेण अनन्तरं लि योगः डि भवति इदानीं तत्र प्रथमडकारः डोडे लोपः इति सूत्रेण प्रथमडकारः लोपः भवति अतः तत्र लि योगः डि एव तिष्ठति लि योगः डि तत्र लीडि इति अन्तिमरूपं निष्पन्नम् अनन्तरं दकारादि अकारान्तधातोः चेत् अरे लीहयोगः धि अत्र होडः इति सूत्रेण हकारस्य स्थाने ढकारः भवति लिड् योगः धि तदनन्तरं सुनाष्टुः इत्यनेन लिड् योगः ढि ढकार ढकार यदा भवति तदा ढोडे लोप इत्यनेन प्रथमढकारस्य लोपः लि योगः ढि तदनन्तरं यदा ढकारोत्तरवर्ति ढकारस्य लोपः ढकारोत्तर यदा भवति ढकारस्य लोपः यदा भवति तदा लुप्तढकारात् प्राक् यदि अण्वर्णः अस्ति तस्य दीर्घः भवति लीढि इति भवति अग्रे सकारादि आम् दकारादि हकारान्तधातोः चेत् हास्थाने चतुर्थ कवर्गीय चतुर्थवर्णः आगच्छति. एतत् अनन्तरं गकारः तृतीयवर्णः भवति. जलं जस् जस्ति इति सूत्रेण प्रथमं हकारस्य स्थाने चतुर्थ गकारः आगच्छति. दादे धातोर्गः इति सूत्रेण उदाहरणं सूत्रद्वयमेव किल सूत्रद्वयमेव तत्र अत्र उदाहरणं पश्येमः चेत् दुः योगः दि तत्र दुः हकारस्य स्थाने चतुर्थ ककारस्य कवर्गीय चतुर्थवर्णः दुग् भवति. दुग् योगः दि एतत् सूत्रं तत्र दादे धातोर्गः इति सूत्रेण एव तत्र परिवर्तनम् अभवत्. इदानीं दुग् भवति तृतीयवर्णः. एतत् जलां जश् जशि स्थाने जशि इति सूत्रेण चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति. दुग् योगः दि भवति. अन्तिमरूपं दुग् दि इति भवति. अग्रे पठामि. दकारादिप्रत्यय दकारधातुः अस्ति अतः फोडः इति कार्यं न कृत्वा दादेर्धातुर्गः इत्यनेन फकारस्य खकारः भवति दुग्योगः ति. तदनन्तरं घकारस्य घकारः जलां जसि दुग्धि. अस्तु अन्तं करोतु. दकारादि अन्ते अन्ते दकारादि हकारान्तधातुः द्वे प्रत्यये परे चेत् हास्थाने घकारः चतुर्थवर्णः अनन्तरं तृतीयवर्णः. बशो बश् इति बष् स्थाने तृतीयचतुर्थवर्णस्य स्थाने चतुर्थचतुर्थवर्णः आगच्छति. एतत् उदाहरणं पश्येमि चेत् तत्र दिक् स्थाने दिक् योगः द्वे भवति चेत् तत्र दादेर् धातोर्गः इति सूत्रेण हकारस्य स्थाने ककारः भूत्वा दिग् योगः द्वे भवति. इदानीं दिग् योगः द्वे भवति. जलां जष् जशि इति सूत्रेण दिग् तृतीयवर्णः भवति. दिग् योगः द्वे भवति. अन्तिमरूपं दिग् द्वे इति निष्पन्नं. दिक् योगः द्वे दादेर् धातोः इति भवति. दिग् योगः द्वे. तदनन्तरं प्रथमदकारः दकारः भवति केन सूत्रेण महोदय? एकाचो बशो बश् शशन्तस्य स्थोः. ओ एकाचो बशो बश् जशन्तस्य सकारधकारयोः धकारं ध्वो. तर्हि एका च अस्ति चेत् दिग् एका च अस्ति खलु. अपि च तस्य अन्ते भष् वर्णः अस्ति चेत् फोर् अस्ति खलु. थ्री फोर्. तदनन्तरं सकारादि अथवा ध्वम् इति ध्व इति प्रत्ययः अस्ति चेत् किं भवति? थ्री फोर् तस्य फोर् फोर् भवति खलु. तर्हि अतः दिग् तस्य थ्री फोर् फोर् फोर् भवति. धिग् धिग् योगः द्वे. तदनन्तरं जष्त्वं धिग् द्वे. पश्यतु अत्र पूर्व उदाहरणं अत्रापि एकोच बशो बश् कार्यं करोति न महोदय? दुग् योगः इति. परन्तु एकाचो बशो बश् तस्य निमित्तं किम्? एकाच बश् तृतीयवर्णस्य स्थाने चतुर्थवर्णः आगच्छति. परनिमित्तं किं? परे किं भवेत्? परे सकारादि सकारादि अथवा ध्व. धकारादि इति न लिखितं. स अथवा ध्व. ध्व ध्व उग्धि मध्ये ध्व नास्ति खलु. किमपि धकारादि इति न, ध्व एव ध्व. अतः दुग्योगः धी मध्ये एकाचो बशोबश् कार्यं न करोति. ध्व नास्ति. अवगच्छन्ति वा सर्वे? आं महोदय. अस्तु तर्हि एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा? अस्तु मदन् महोदय अग्रे पठतु. अग्रे कण्ठशः प्रत्येकं विभागं परिशीलयते. धातुः कवर्गान्तः प्रत्ययः दकारादिः सर्वत्र जश्वसन्धिः. धात्वान्ते कवर्गीयवर्णस्य स्थाने जश् आदेशः जलां जश् जशि इति सूत्रेण. कवर्गस्य तृतीयसदस्य आदेशः भवति इति. यथा शासकयोगः हि हु जल्भ्यो ए दिः इति इत्यनेन हि स्थाने दि आदेशः. शासकयोगः दि जलां जश् जशि इत्यनेन जश्व आदेशः. शासकयोगः दि वर्णमेलनेन शासकदि. अत्र शासकयोगः हि हि स्थाने दि भवति. हु जल्भ्यो हे दिः इति सूत्रेण. तदनन्तरं जलां जश् जशि इति सूत्रेण जश्वर्णः भवति. ककारस्य स्थाने गकारः भवति. शासकदि इति रूपं. लेलिक् योगः हि हूह जल्भ्यो हे दिः. लेलिक् योगः दि जलां जश् जशि इति सूत्रेण लेलिक् योगः दि वर्णमेलनेन लेलिक् दि इति भवति. तादृशमेव तात्वङ्ग् योगः हि पूजल्भ्यो ए दिः इति इत्यनेन हि स्थाने दि भवति. तात्वङ्गयोगः दि जलां जश् जशि इत्यनेन गकारस्य स्थाने गकारः भवति. तातङ्गयोगः दि तातङ्ग् दि इति भवति. लालङ्गयोगः हि अत्रापि हकारस्य स्थाने दकारः भवति. तदनन्तरं जश्वं भवति. गकारस्य चतुर्थगकारस्य स्थाने तृतीयवर्णः आगच्छति. लालङ्गयोगः दि लालङ्ग् दि इति भवति. धातुः च वर्गान्तः प्रत्ययः दकारादिः भवति चेत् क च वर्गस्य समूहत्रयं सामान्यनियमः. धात्वान्ते च ज वा चेत् च वर्गस्थाने कावर्गादेशः भवति. चोः कुः इति सूत्रेण. धात्वान्ते कवर्गीयवर्णस्य जश् आदेशः जलां जश् जशि इति सूत्रेण. धातान्ते यदि च ज अस्ति चेत् प्रथमं चोः कुः इति सूत्रेण कावर्गः भवति. तदनन्तरं जलां जश् जशि इति सूत्रेण जश्वं भवति. उदाहरणं यथा विच् योगः श्रं योः द्वे. विञ्च् योगः द्वे. चोः कुः इत्यनेन चकारस्य स्थाने ककारः. विङ्क् योगः द्वे. नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः भवति. नकारः अनुस्वारः भवति. विङ्क् योगः द्वे. तदनन्तरं जलां जश् जशि इति सूत्रेण ककारस्य स्थाने गकारः आदेशः भवति. विङ्क् योगः द्वे. अनुस्वारस्य ई सवर्ण परसवर्णः इत्यनेन अनुस्वारस्य स्थाने ङकारः आगच्छति. विङ् योगः द्वे. विङ् द्वे भवति. प्रथमं चोः कुः इत्यनेन ककारः भवति. तदनन्तरं जलां जशान् जशन्ति जलां जश् जशि इत्यनेन गकारः भवति अत्र. अस्तु तर्हि विच् अस्ति विच्. तत्र विच् इति रुधादिगणिधातुः अस्ति. तत्र विनच् इति भवति, श्नम् प्रत्ययः भवति, अतः रूपं भवति विनच् योगः द्वे. तत्र विनच् तत्र अकारस्य लोपः भवति. कथं भवति अग्रे वयं पठामः. तर्हि विञ्च् योगः द्वे. इदानीं चकारः अस्ति, धकारः अस्ति, अतः चकारस्य किं भवति चोहकुः इत्यनेन कवर्गः. विङ्क् योगः द्वे. इदानीं नश्चापदामस्य झलि इत्यनेन नकारस्य स्थाने अनुस्वारः. विङ्क् योगः द्वे. वयं झलां झस् झसि इत्यनेन कवर्गीयवर्णस्य स्थाने गकारः. विङ् योगः द्वे. अनुस्वारस्य ए परसवर्ण इत्यनेन पुनः अनुस्वारस्थाने पञ्चम उङ्गवर्णः. विङ् द्वे इति भवति. तथैव युज् योगः श्नम् अपि. तत्र युञ्ज् योगः द्वे. जकारस्य स्थाने चोहकुः इत्यनेन गकारः. युङ् योगः द्वे. तदनन्तरं पुनः नकारस्य अनुस्वारः, अनुस्वारस्य अनुस्वारस्य युङ् भवति. तदनन्तरं झलां झसि इत्यनेन गकारस्य स्थाने गकारः एव तिष्ठति. युङ् योगः द्वे. तदनन्तरं अनुस्वारस्य स्थाने पुनः पञ्चमवर्णः युङ् द्वे इति भवति. अस्तु तर्हि अग्रे मीना महोदय पठतु. जाजर्ज जाजर्ज कुत्र जाजर्ज योगः हि हुजर्भ्योहेतिः जाजर्ज योगद्धि हकारः धकारः भवति. चोकुः जाजर्ज योगः दि जकारः घकारः भवति. जलाञ्जस्यसि जाजर्ग योगः दि जाजर्धि जाजर्धि. विच् च युद्धातु रुदादिगणे सह तत्र श्रम् इति विपुणप्रत्ययः धातोः मध्ये उपविशति. श्रम् इत्यस्मिन् अनुबन्धलोपे न अवशिष्यते. अग्रे यदा अस्माभिः रुदादिगणस्य सार्वधातुकप्रकरणं परिशील्यते तदा सर्वाणि सोपानानि पश्येम. देयं यत् अनुस्वारस्य परसवर्णादेशः भवति एकवारमेव. अनुस्वारस्य परसवर्णं प्रक्रियायाः अन्ते सूत्रसङ्ख्या इति कारणं पूर्वतस्मिति सूत्रम् किं वदति तत्र महोदय? विच् च वियुज्य च दातु. ओके अवगतं. तत्र रुदादिगणे सार्वधातुकप्रकरणं परिशील्यते तथा सर्वाणि सोपानानि पश्येम. ओके देयं यत् अनुस्वारस्य परसवर्णादेशः भवति एकवारम् एव प्रक्रियायाः अन्ते सूत्रसङ्ख्या इति कारणं पूर्वसिद्धमिति सूत्रम्. अनुस्वारस्य ई परसवर्णः अष्टमाध्याये चतुर्थपादे अस्ति वा? अन्ते. अतः तस्य कार्यं सर्वदा अन्तिमे अन्ते भवति. अस्तु तर्हि इदानीम् अग्रे छोहकुः नश्चापदान्तस्य झलि अनुस्वारस्य ये परसवर्णः पूर्वत्र सिद्धं तु अस्माकं परिचितानि सूत्राणि सन्ति. पुनः पठनस्य आवश्यकता नास्ति इति मन्ये. कोऽपि नाम कस्यापि कस्यापि क्लेशः अस्ति चेत्, भ्रमः अस्ति चेत् वदतु. चोकुः साधारणसूत्रम्, अनुस्वारस्य यै परसवर्णः अपि च साधारण. नश्चापदान्तस्य जलि अपदान्तस्य मह नः च नकारस्य स्थाने अनुस्वारः भवति झल्वर्णः परे अस्ति जलि. उदाहरणं वा महोदय? अत्रैव पठितं खलु अस्माभिः. किं विच् विच् दातु विच् दातु वृच्छयोगः स्नम् विञ् योगः द्वे चौकुः इत्यनेन सवर्गस्य स्थाने कवर्ग विङ्क् योगः द्वे नश्चापदान्तस्य जलि इत्यनेन अपदान्तस्य नकारस्य नकारं पदान्त नास्ति स्थाने अनुस्वारादेशः विङ्क् योगः द्वे ओके अवगतम् इदानीम् अग्रे गच्छामः अग्रे पठतु विजया महोदय विशेषनियमः विजया महोदय अस्ति वा अस्तु मदर् महोदय पठतु आम् विशेषनियमः एते सकारान्त जकारान्तदातवः वृच्छ वृच्छ सृज मृज यज राज ब्राज चेत् अयं चोः कुः इत्यस्य अपवादः येषां सकारान्त जकारान्तदातूनां च अन्तिमवर्णस्य स्थाने शकारादेशो भवति वृच्छ वृष सृज मृज यज राज ब्राज चशांशः इति सूत्रेण प्रत्यादौ दकारस्य स्थाने डकारादेशो भवति सुनाष्टुः इति सूत्रेण धात्वान्ते शकारस्य स्थाने जश्व आदेशः जलां जश् जशि इति सूत्रेण शकारः मूर्धन्यवर्गे अस्ति अतः तस्य स्थाने जश्वं नाम डकारादेशः यदि चकारान्तदातुः अस्ति चेत् प्रथमं चोः कुः तदनन्तरं वृच्छ सृज इति यनेन चकारः प्रथमं चोः कुः न चोः कुः स्थाने अपवादरूपेण वृश्चवृश्च कार्यं करोति वृश्चवृश्च इति चोः कुः सूत्रस्य अपवादः कार्यमेव न करोति यथा वावृच् योगः हि हूजल्भ्यो हेदिः इत्यनेन हि स्थाने धि आदेशः भवति वावृच् योगः धि स्कोः संयोगान्त्योरन्ते च इत्यनेन जलीपरे संयोगस्य आदौ स्थितस्य सकारस्य लोपः वावृच् योगः धि सकारस्य लोपो भवति तदनन्तरं वृच्छ वृच्छ सृज मृज यज राज राज शशांसः इत्यनेन चकारस्थाने शकारादेशः वावृष् योगः धि तदनन्तरं शृणश्रुः इत्यनेन प्रत्ययस्तस्य डकारस्थाने डकारादेशः भवति वावृष् योगः डि इदानीं जलां जश् जशि इति सूत्रेण जश्वं वावृड् योगः डि वावृड् डि भवति मम प्रश्नः अस्ति अत्र हूजल्भ्यो हेर्दि सर्वदा प्रथमं कार्यं किमर्थं करोति तेन सूत्रेण सूत्रसङ्ख्यां तर्हि किम् दशमाध्याय अस्ति अतः पूर्वत्र सिद्ध इति सूत्रेण प्रथमं कार्यं करोति वा पूर्वत्र सिद्धम् इत्यनेन अष्टमाध्यायस्य सूत्रस्य कार्यं प्रथमम् आगच्छति कृपाध्यात् पूर्वं तदनन्तरं आम् सम्यक् अस्तु अग्रे बरिभ्रज बरि व्रज योगः हि हु जल्भ्यो एहेदिः इति सूत्रेण बरि ब्रञ्ज् योगः दि हकारस्य स्थाने दकारः तदनन्तरं स्कोः संयोगात्यो रन्ते च इति सूत्रेण इत्यनेन मूले सकारलोपः मूले सकारलोपः वाव्रश्च भ्रश्च अत्र मूले वस्तुतः धातु व्रश्च भ्रश्च इति अस्ति तत्र अग्रे गत्वा सन्धिकार्येण यथा धातुः एव लेखनीयः तत्र भ्रश्च अस्ति खलु भ्रश्च तत्र किं भवति सकारस्य स्थाने किं भवति भ्रश्च इति अस्ति खलु सकारस्य स्थाने स्तोश्चुनाशुः इत्यनेन क्षम्यतां किं वदामि भ्रश्च इति अस्ति भ्रश्च तर्हि भ्रश्च मध्ये जलां जर्जसि इत्यनेन सकारस्य स्थाने तृतीयवर्णः भवति तृतीयवर्णः किमस्ति सकारस्य जकारः ब्रश् मूले किम् अस्ति महोदय ब्रच् सकारः अस्ति वा ब्रश्च यथा ब्रश्च मध्ये मूले व्रश्च मध्ये मूले अस्ति किं व्रसच खलु तदनन्तरं चोश्चुनाश्चुः इत्यनेन सकारशकारः भवति व्रश्च तथैव परिभ्रज मध्ये वस्तुतः भ्रश्च इति अस्ति तत्र जकारस्य स्पर्शेण सकारस्य किं भवति शकारः भवति भ्रश्च भ्रश्च इदानीं जलां जर्जसि इत्यनेन शकारस्य स्थाने तृतीयवर्णः भवति जकारः परिभ्रज परन्तु तत्तु धातु यथा कोऽपि पृच्छति धातुः कः अस्ति तत्र वाव्रश्च परिभ्रज स्तोः सुनासु इत्यनेन परन्तु अत्र प्रक्रियावस्ति प्रक्रियावशात् स्तोः सुनाश्चुः इति सूत्रं तु अनन्तरम् आगच्छति खलु चतुर्थपादे आगच्छति तस्मात् पूर्वं यदि कोऽपि किमपि कार्यमस्ति चेत् तत् कार्यं प्रथमं करणीयम् अतः बरिभ्रज हि मध्ये बरिभ्रज योगधि वस्तुतः सकारः एव अस्ति तर्हि वाव्रश्च योगधि बरिभ्रश्च योगधि सकारः अस्ति अतः स्कोः संयोगाद्यन्ते च इति सूत्रेण सकारस्य लोपः प्रथमं भवति यथा धातु कोऽपि पृच्छति तत्र स्कोः संयोगाद्यन्ते च कार्यं न करोति यतोहि तत्र अग्रे पदान्त अपि नास्ति अग्रे धातु यथा कोऽपि यथा यदा वयं धातुं लिखामः तत्र पदान्ते अपि नास्ति अग्रे झल् वर्णः अपि नास्ति स्कोशयोगाद्यस्य कार्यं न करोति अतः तत्र स्तोश्चुनाश्चुः इति सूत्रस्य प्रसक्तिः आगच्छति परन्तु अत्र यथा अग्रे प्रत्ययः अस्ति तर्हि तत्र झल् परे अस्ति झल् परे अस्ति अतः अत्र स्तोशयोगाद्यस्य सूत्रस्य प्रसक्तिः भवति अतः सकारस्य लोपः भवति बाभ्रज् योगवति बाभ्रज् योगवति अतः अग्रे इदानीं स्तोहोपयोगाद्यन्ते स्तोश्चुनाशु तस्य प्रसक्तिः एव न भवति इदानीम् अग्रे यतोहि सकारस्य लोपः भवति अतः बरिभ्रश् यो भवति पुनः भ्रश्च भ्रश्च इत्यनेन बरिभ्रश् यो भवति शुनाश्तु इदानीं शुनाश्तु आगच्छति धकारस्थाने धकारः बरिभ्रश् यो भवति बरिभ्रड्ढि सन्ति खलु पठतु सरीसृज् योगः हि हु जल्भ्यो हे दिः इति सूत्रेण आकारस्य स्थाने दकारः तदनन्तरं व्रच ब्रज विसृज मृज यज राज ब्राज शशांशः इति सूत्रेण जकारस्य स्थाने शकारः मूर्धनिषकारः सरीसृज् योगः दि अतः शृणाश्रुः इत्यनेन सरीसृष् योगः दि तदनन्तरं जलां जशो जलां जश् जसि इति सूत्रेण शकारस्थाने डकारः आगच्छति सरीसृड् दि सरीसृड्डि भवति अस्तु आगच्छन्ति वा अत्र महोदय गुणकार्यं किमर्थं न भवति कुत्र महोदय श्रीज् अस्ति खलु सुबन्तलघुपदस्य च उद्योग लोट् लकार अस्ति मध्यपुरुषे किमर्थं महोदय अस्ति खलु आम् तर्हि इदानीं लोट् लकारस्य ही प्रत्ययः कीदृशः अस्ति पित् अस्ति वा कित् अस्ति कित् अस्ति वा हा पित् नास्ति महोदय पित् कथं जानीमः तेन सूत्रेण पित् नास्ति सी सी तु पित् अस्ति खलु पिप् अस्ति पित् अस्ति परन्तु सेहर्य पिच्च इत्यनेन अपित् भवति हि यदा भवति अपित् अस्ति अतः गुणकायं नास्ति अस्तु तर्हि इदानीं समयः समाप्तः प्रश्नः अस्ति वा कस्यापि नास्ति जि शुभरात्रिः शुभरात्रि मीना महोदय धन्यवादः महोदय अस्ति खलु भू आदिः भू आदिः